नमः सर्वेभ्यः. अद्य सोमवासरवर्गः भवति. अत्र विषयः अस्ति के पुनः सन्निकर्षनिरूपणं प्रत्यक्षज्ञानविषये. इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम् इति प्रत्यक्षम् अस्माभिः ज्ञातं. तत्र सन्निकर्षाः तस्य कति विधाः इति चर्चा अध्ययनं अद्य प्रचलति. तत्र लक्ष्मीभगिनी पठितुम् इच्छति वा? तत्र एकं सप्त त्रीणि इति अस्मात् पुटे. कुतः आरभ्य? यत्र वयं श्रोतत्वात् श्रोतत्वात् इति आरभ्य. अस्तु, श्रोतत्वात् इति तत्तु कर्णविवरप्रत्याकाशस्य तत्र खलु तत् क्षम्यतां, श्रोत्रेण साधु सत्यं श्रोत्रेण. श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः. प्रतिपादनं करोमि वा महोदय? अस्तु, श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः. अस्तु, श्रोत्रेन्द्रियः श्रोत्रेन्द्रियः इति केवलं तत्र तस्य यदि श्रोत्रेन्द्रियः शब्दः गृह्णाति तत्र तत् समवायः तत्र सन्निकर्षः समवायः तत्र श्रोत्रेन्द्रियस्य सम्बन्धः शब्देन सह सम्बन्धः समवायः सम्बन्धः इति वाक्यं वदति. इत्युक्ते इन्द्रियसन्निकर्षः इत्युक्ते अत्र इन्द्रियसन्निकर्षस्य प्रकारः समवायसम्बन्धः. अनन्तरम् अस्तु, कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्य आकाशगुणत्वात् गुणो गुणिनोश्च समवायात्. अस्तु, कर्णविवरवृत्ति इत्युक्ते तत्र कर्णे यत् विवरः रन्ध्रः यत् अस्ति तत् आकाशमेव तत् आकाशस्य गुणः अस्ति. अस्तु, आकाशः कर्णविवर कर्णः इत्युक्ते तत्र यत् रन्ध्रः तत् अस्ति तत् तत्र आकाशः तदेव श्रोत्रेन्द्रियः श्रोत्रेन्द्रियः इति नामकरणं. तस्य शब्दः इति आकाशस्य गुणः अस्ति. अतः गुणगुणिनोः मध्ये समवायसम्बन्धः अस्ति इति कृत्वा श्रोत्रेन्द्रियः यदि शब्देन सह श्रोत्रेन्द्रियः यदि शब्दं गृह्णाति तत्र समवायसम्बन्धः तयोः मध्ये समवायसम्बन्धः भवति इति वाक्यं वदति. अत्र एकवारं स्मारयामि, कर्णः भिन्नः, श्रोत्रेन्द्रियं भिन्नं खलु? श्रोत्रेन्द्रियं श्रवणशक्ति, कर्ण किं कर्णपुटः यत् फिसिकल् यदस्ति. अस्तु, कर्णस्य अन्ते यत् विवरः अस्ति तत् आकाशः इव खलु? तत् तदेव श्रोत्रेन्द्रियं प्रायः तदा भवति. अस्तु, इयर्ड्रम् अस्ति खलु? तदपि फिसिकल् अस्ति खलु? फिसिकल् अस्ति. तद् अस्ति चेदपि जनाः केचन जनानां श्रवणशक्ति सम्पूर्णं न भवति यद्यपि अस्ति. तत्र केवलं वदामि इन्द्रियं भिन्नं, फिसिकल् कर्णः भिन्नः इति केवलं. अग्रे पठामि वा? शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः. शब्दत्वसाक्षात्कारे समवेतसमवायः सन्नितस्य शब्दत्वसाक्षात्कारे शब्दत्वसाक्षात्कारे शब्दत्वमिति गुणमस्ति, शब्दस्य शब्दस्य धर्मः अस्ति शब्दत्वम्। यदि यदि यदि शब्दत्वमिति गुणस्य गुणेन सह शब्दत्वमिति धर्मेण सह श्रोत्रेन्द्रियसन्निकर्षं भवति, तत् सन्निकर्षः समवेतसमवायः। किमर्थं चेत् श्रोत्रेन्द्रियशब्दयोः मध्ये समवायसम्बन्धः, शब्दत्वं शब्दस्य उपरि अस्ति इत्युक्ते शब्दस्य धर्मः अस्ति इति कृत्वा तत्र समवेतसमवायः इति सम्बन्धः। शब्दत्वं कुत्र अस्ति? शब्दत्वं शब्दत्वं शब्दे अस्ति, शब्दत्वं शब्देन शब्दे समवेतः अस्ति। आम्, शब्दे समवेतः अस्ति। आम्, यथा पूर्वं रूपत्वं रूपे समवेतम् पूर्वमासीत् खलु, चक्षुर् इन्द्रियप्रत्यक्षविषये रूपमासीत्, घटः आसीत्, रूपम् आसीत्, रूपत्वम् आसीत्, तथैव अत्र शब्दः अस्ति, शब्दत्वमपि अस्ति, हा, समवेतसमवायः इति अत्र सन्निकर्षः। श्रोत्रसमवेते श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्। आम्, श्रोत्रसमवेते शब्दे श्रोत्रेण सह शब्दः समवेतः इत्युक्ते श्रोत्रः इति आकाशः, आकाशेन समवेतः शब्दः, आकाशस्य गुणः इति शब्दः अस्ति शब्दः, अतः श्रोत्रेण समवेते शब्दः, शब्देन समवायसम्बन्धेन शब्दत्वम् अस्ति इति कृत्वा तत्र समवेतसमवायः। सत्यं, तर्हि एतावता अस्माभिः किं किं किम् अवलोकितं? संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, श्रोत्रेन्द्रियविषये समवायः, शब्दत्वविषये समवेतसमवायः, इतोपि एकः अस्ति, तत् सरलभगिनी पठति वा? अभावप्रत्यक्षे अभावप्रत्यक्षे विशेषणविशेषभावसन्निकर्षः। यदि अभावस्य प्रत्यक्षं भवति, ज्ञानं भवति, तत्र विशेषणविशेष्यस्य अभावः, विशेषणस्य विशेषे विशेषणस्य अभावः अस्ति, तत् यः सम्बन्धः अस्ति तत् अस्ति विशेषणविशेष अभावः। उदाहरणमस्ति घटाभावः, भगिनि अभावः अभावः नास्ति खलु, विशेषणविशेष्य भावः, भाव अस्तु, अहं दोषं कृतवती महोदय। विशेषणविशेषभावसन्निकर्ष विशेषणविशेषयो तयो मध्ये सम्बन्धः अस्ति, तत् तत् सन्निकर्षः अस्ति। उदाहरणमस्ति घटाभाव भूतलम् इत्यत्र चक्षुसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्, इट् मीन्स् घट अभाववत् भूतलम् इति अत्र चक्षुसंयुक्ते भूतले घट अभावस्य विशेषणत्वात्, घटस्य अभावः भूतल घट भूतलं घटाभाववत् अस्ति, भूतले घटाभावः अस्ति, तत्र चक्षुसंयुक्त चक्षुः यदि इन्द्रियसंय संयोगभूतल तत् भूतल भूतले भूतल भूतलेन सह संयोगः भवति यत्र घटाभावः अस्ति, तत्र घटाभाव भूतले यद् घटाभावः अस्ति तत् भवति विशेषणत्वात्, कारणे कि भूतलं विशेष अस्ति तत्र। अहं भूतलं विशेषणं भवति, घटाभावः विशेषम् अस्ति, तत् महोदय उक्तवान्, न पुनः वदतु, घट अभाववत् भूतलं, भूतले तस्य सप्तमी विभक्तिः आसीत् महोदय उक्तवान् तद् भवति विशेषणं घटाभावः किन्तु अस्मिन् वाक्ये सप्तमी न उक्तं घटाभाववत् भूतलम् इति ज्ञानम् आम् घटाभाववत् ज्ञानं तत्र घटाभावः तत्र विशेषं भवति भूतलं यथा वयं विशेषं भूतलं साधु तत्र यथा अहं वयं पूर्वं पठितवन्तः घटवत् भूतलं घटवत् इति तत्र भूतलमस्ति विशेषं घट अस्ति प्रकारविशेषम् इति तथैव घटाभावः भवति विशेषणं घट भूतलं भवति विशेष इति चक्षुसंयुक्त इन्द्रियसंयोगः भवति भूतलेन सह सो चक्षुसंयुक्तभूतलं तस्मिन् अस्ति घटाभावः विशेषणविशेषत्वात् इति अत्र न तु यथा वयं घटाभावः भूतले भवति स्वरूपसम्बन्धेन यथा पूर्वं वयम् उक्तवन्तः यदि घट भूतलवत् अस्ति तत् भूतलं घटवत् अस्ति तत्र भवति चक्षु भूतलसंयुक्त संयुक्तसंयुक्तसम्बन्धः भवति न भूतलं घट इति भवति किन्तु अत्र स्वरूपसम्बन्धः न आनीतं किन्तु विशेषणविशेषभावः आनीतम् इति घटाभावः भूतलम् इति चक्षुसंयुक्ते भवति घटाभावः विशेषणं भूतलं भवति विशेषं किन्तु कथं भूतले घटाभावस्य विशेषणत्वात् अस्य घटाभावः भवति विशेषणम् इति अत्र कार्यं किं कारणं किम् अपि च समानाधिकरणं किम् समानाधिकरणं भवति घटाभावः कारणं कि तस्य लक्ष्यम् अस्ति घटाभावः सो तद् भवति अस्माकं चक्षुसंयुक्तभूतलं घटाभावपर्यन्तं कारणं जातं कार्यं भवति आत्मनि घटाभावपर्यन्तं सो घटाभावनिष्ठविशेष कार्यं किं किं पुनः घटाभावभूतलं कार्यं भवति घटाभावः कार्यमस्ति घट अभाववत् भूतलम् इति ज्ञानम् अस्तु भूतलं ज्ञानं कार्यं भूतलमस्ति समानाधिकरणं न यत् भवती उक्तवती अभावः एव समानाधिकरणम् अस्तु कार्यं ज्ञानं तद् प्रथमम् अवगच्छामः कार्यम् इति घट अभाववत् भूतलम् इति ज्ञानं तत् कार्यं कारणं किम् विशेषणविशेषभावः संयुक्तविशेषणत्वात् इति सम्बन्धः तादृशसन्निकर्षः कारणम् अस्तु समानाधिकरणं यथा भवती उक्तवती अभावः अस्तु सो ज्ञाने यत् अस्ति घटाभाव निष्ठ विशेषता निरूपकं ज्ञानं भवति तत् अभावनिष्ठ विषयता इति निरूपित ज्ञानम् अस्तु सो घटा पुनः कारणं पुनः वदामि महोदय चक्षुसंयोगभूतलं सहित सो चक्षुभूतलसंयुक्तसम्बन्ध तदनन्तरं भूतलं घटाभावतयोर्मध्ये विशेषणविशेषभावः अस्ति भूतलं भवति विशेषं घटाभावः भवति विशेषणं सो तत् अस्ति चक्षुसंयुक्त विशेषणत्वात् भवति कारणं भूतलेन विशेषणत्वात् अस्तु कार्यं कार्यम् अस्ति घटाभावनिष् निष्ठविषयता निरूपकं ज्ञानं निरूपितं ज्ञानं निरूपकम् अनिरूपितम् निरूपितम् इति उक्तं खलु वर्गे अत्र द्वे द्वत्रिशन्ति निरूपकं ज्ञानम् इति दत्तम् अस्ति ज्ञानं यदि वयं निरूपित वदामः चेत् भवती घटनिष्ठविषयता निरूपितविषयिता आश्रयज्ञानम् इति भवति सत्यं सत्यं सत्यम् अस्तु किन्तु कथं कुत्र महोदय उक्तवान् सप्तमी विभक्ति भवति विशेषणस्य इति अहं अग्रे वदामि अत्र केवलं वक्तुमिच्छामि अत्र कारणं चक्षुः अस्तु ज्ञानस्य कारणं चक्षुः केन सन्निक सम्बन्धेन इत्युक्ते चक्षुसंयुक्त विशेषणविशेषण विशेषणविशेष्यभावसन्निकर्षेण तादृशं सम्बन्धेन इति कारणं ज्ञानं विषयतासम्बन्धेन अभावे अस्ति इति उक्तम् अपि च संयुक्तविशेषणता सम्बन्धेन चक्षुः कारणं भवति ज्ञानं प्रति लक्ष्मी भगिनी सर्वं साधु अस्ति वा आं महोदय कार्यं कारणमिति अपि च अत्र घटाभावत् भूतलमिति इति उदाहरणमस्ति घटवत् भूतलमपि तत्र तदपि समीचीनं भवति खलु तत्रापि घटवत् इति तत् विशेषणं भूतलमिति विशेष्यं प्रत्यक्षे भूतलस्य भूतले आकारः घटाकारः वयं यद् पश्यामः तत् तदपि विशेषविशेष अत्र विशेषविशेष अभावः इति सन्निकर्षः विशेषविशेषभावः भावः ओ अस्तु विशेषविशेषभावः इति सन्निकर्षः मयापि सः एव प्रश्नः पृष्टः वर्गे किमर्थं भूतलं घटवत् इति उदाहरणेन एव साधयितुं शक्नुमः खलु विशेषणविशेषभावः तर्हि महोदयेन उक्तं यत् घटः भूतलं घटवत् इति उदाहरणे भूतलघटयोः संयोगः अस्ति किन्तु अत्र अभावः स्वरूपसम्बन्धेन अस्ति तर्हि पुनः संयोगसम्बन्धः न वक्तुम् इष्टवान् तदर्थम् अत्र अभाव इति उदाहरणं स्वीकृतम् यतोहि अभावः स्वरूपसम्बन्धेन तत्र अस्ति न तु संयोगसम्बन्धेन घटः भूतले ओ अस्तु किन्तु इन्द्रियसन्निकर्षः इन्द्रियसन्निकर्षः इति किं स्वीकुर्मः संयोगः वा स्वरूप इन्द्रियसन्निकर्षः इति कृत्वा इन्द्रियसन्निकर्षः तु सम्पूर्णज्ञानं खलु घटः भूतलं तयोः मध्ये संयोगः इति तत् तत्र इन्द्रिय चक्षुषा संयोगः चक्षुषा सन्निकर्षः घटे अपि भवति भूतले अपि भवति अपि च तयोः मध्ये संयोगः प्रकारता संसर्गता इति अस्माभिः पठितं खलु विशेषता संसर्गता तथा तादृश त्रिविधं भवति एव अत्र सन्निकर्षः कति विधाः अत्र संयोगः संयुक्त इति सर्वम् उक्तं खलु षड्विध सन्निकर्षः उक्ताः तत्र विशेषणविशेष्यभावः इति एकः तत् तस्य एतद् उदाहरणं स्वीकृतम् अभाव उदाहरणम् अस्तु स्वरूपसम्बन्धम् आनेतुम् एतत् उदाहरणं स्वीकृतवान् यद्यपि स्वरूपसम्बन्धेन उक्तम् अत्र किन्तु महोदयेन द्रोणमहोदयेन उक्तं वर्गे. अस्तु, प्रायः साधयितुं शक्नुमः तथापि भूतलं घटवत् तेन उदाहरणेनापि विशेषणविशेषभावः तु मम मनसि साधितः इति अहं चिन्तयामि. किन्तु किन्तु अत्र अभावस्यापि उदाहरणम् अवश्यं खलु, नो चेत् अभावस्य प्रत्यक्षं कथं भवति. अस्तु, तर्हि अग्रे उक्तं यत् अत्र विशेषणविशेषभावः एकः एव उक्तः खलु, किन्तु वस्तुतः बहवः सन्ति. अग्रे उदाहरणं स्वीकृतम्, अत्र भूतलं घट अभाववत्, तत्र विशेषणं किं, विशेषं किं भगिनि, लक्ष्मी भगिनि? भूतलं घट अभाववत् अस्तु. तत्र तत्र विशेषणं घट अभाववत् भूतलमिति विशेष्यः. साधु, इदानीं शृणोतु, भूतले घटाभावः. ओ, भूतले घटा अभावः. तत्र तत्र वाक्यं विशेषणविशेष्यरूपेण नास्ति, इत्युक्ते भूतलं भूतले इति सप्तमीविभक्त्याम् अस्ति, घट अभावः इति प्रथमाविभक्त्याम् अस्ति. तत्र घट अभावः इति कर्ता इव भूतले सप्तमीविभक्ति. अनन्तरम् अतः तत्र तु विशेषविशेष्यभावः नास्ति खलु? अस्ति इति उक्तम्, अत्रापि अस्तु. उद्देश्य एकवारं पठितवन्तः खलु, तथा न उक्तं, केवलम् अत्र उक्तं यत् यत् पदं प्रथमाविभक्त्याम् अस्ति घटाभावः, तद् विशेष्यः, सः विशेष्यः. ओ अस्तु, सप्तम्यां विभक्त्यां यत् पदम् अस्ति तत् पदं विशेषणम्. अस्तु, घटाभावः भूतले इति ज्ञानम्. अस्तु, महोदय, घटाभाव भूतले घटाभाववत् भूतलं तयो मध्ये भेदं किम् अस्ति? यः विशेषः यः विशेषणं तत्र भेदः अस्ति, विशेषविशेषणभेदः अस्ति. अस्तु, वाक्यं भिन्नरूपेण वदनेन विशेषणं किं, विशेष्यः किम् इति परिवर्तनम् अभवत्. सत्यम्, इत्येव मुख्यविषयः. अस्तु, घटाभावः भूतले, अत्र विशेषः घटाभावः, विशेषणं भूतलम्. तत्र घटाभाव विशेषणं भूतलं विशेषम्. हा, अत्र अत्र किम् अस्ति, प्रथमं घटप्रत्यक्षं भवति, चक्षुषः घटेन सह, चक्षुषा घटेन सह यः सन्निकर्षः भवति तत् कीदृशम्? संयोगः. संयोगः खलु. तत्र इदानीं घटः कस्य विशेषणमस्ति? भूतलस्य. क्षम्यतां, घटाभावः विशेषः अस्ति खलु? घटाभावः स्वरूपसम्बन्धेन प्रत्यक्षं भवति, तस्य संयुक्तसम्बन्धेन तस्य प्रत्यक्षं भवति. अनन्तरं चक्षुसंयुक्तं भूतलं, भूतलम् इति अत्र विशेषणं. साधु, पुनः वदामि, अत्र यत्र अनुयोगी अस्ति तत्र विशेष्यता, अत्र घटाभावः इति अनुयोगी अस्ति खलु अभावः, तत्र विशेष्यता स्थापयति. घटाभावः इति विशेष्यः. घटाभावः, घटाभावस्य प्रत्यक्षं कथं भवति? चक्षुतः संयुक्तं भूतलं, चक्षुसंयुक्तं भूतलं, भूतलस्य विशेष्यम् अस्ति घटाभावः. अत्र प्रथमं भूतलस्य प्रत्यक्षं भवति विशेषणस्य, अनन्तरं भूतलं विशेषणं घटाभावस्य. घटाभावः विशेष्यः. तर्हि अत्र संयुक्तविशेष्यतासम्बन्धः सन्निकर्षः अस्ति. पूर्वं घटाभावः विशेषणं खलु, विशेष्यं, विशेषः साधु. पूर्वं यत् पुस्तके अस्ति घट अभावद्भूतलं, तत्र संयुक्तविशेषणसम्बन्धः खलु, संयुक्तविशेषणता इति पुस्तके उक्तं, घटाभावस्य विशेषणत्वात् अत्र संयुक्तविशेषणत्वं विशेषणता इति सम्बन्धः. किन्तु घटाभावः भूतले इत्यस्मिन् वाक्ये संयुक्तविशेष्यतासम्बन्धः, यतोहि भूतलं विशेष्यम् अस्ति, क्षम्यतां, भूतलं विशेषणम् अस्ति घटाभावं प्रति, अभावं प्रति. घट अभावः विशेष्यः, तत्र विशेष्यता अस्ति. प्रथमं चक्षुः भूतलेन सह संयोगः भवति, तत्र घटाभावः इति ज्ञानं कथञ्चित् आयाति खलु. भूतलस्य विशेषता अस्ति घटाभावः. आम् खलु, अस्तु. संयुक्तविशेषतासम्बन्ध, संयुक्तविशेषता इति सम्बन्धः अस्तु. अग्रे उदाहरणानि सन्ति, तत् प्रायः इतोपि स्पष्टं भवति. केवलं उक्तवान् यत् यत् पदं प्रथमां विभक्त्याम् अस्ति तद्विशेषता, विशेष्यः. सप्तम्यां यदस्ति तत् विशेषणम्. इदानीं पश्यतु नूतनवाक्यं, सरला भगिनी. तोयस्पर्शः, तोयस्पर्शः उष्णत्व अभाववान्. तोयमित्युक्ते जलं खलु, जलस्पर्शः, जलस्पर्शः उष्णत्व अभाववान्. अत्र विशेषणं किं, विशेष्यं किं, विशेष्यः कः? उष्णत्व अभाववान्. जलस्य स्पर्शः अभाववान् इति उष्णत्व अभाववान् प्रथमाविभक्त्यां भवति, तत् भवति विशेष्यं. न न, तोयस्पर्शः तदपि प्रथमाविभक्त्याम् अस्ति खलु. आम् आम्, तोयस्पर्शः अस्तु. तोयस्पर्शः तद् भवति समवायसम्बन्ध, तोयं स्पर्शं भवति समवायसम्बन्ध. तोयस्पर्श, अत्र विशेष्यं किं, विशेषणं किं? यथा पुस्तके घट अभाववत् भूतलं, भूतलं घट अभाववत् इति आसीत् खलु, तत्र भूतलं विशेष्यं, घट अभाववत् इति विशेषणम् इति पठितं खलु, भवत्येव उक्तं. तर्हि अत्र तथा एव तोयस्पर्शः उष्णत्व अभाववान्. तोयस्पर्श इति भवति विशेष्यम्, उष्णत्व भवति विशेषणम्, उष्णत्व अभाववान् इति विशेषणं, विशेषणं. भगिनी साधु, साधु अस्ति, द्वयोपि समानविभक्त्याम् अस्ति. किन्तु एकः अभाववान् वत् इति वत् प्रत्ययः अस्ति खलु. आमां, तस्मात् तद् विशेषणम्. अत्र सोयस्पर्शः विशेष्यः. अस्तु अस्तु, इदानीं चक्षुतः कथं गच्छामः? क्षम्यतां स्वगिन्द्रियतः स्वगिन्द्रियसंयुक्त स्पर्श विशेषणत्वात् इति भवति. पुनः पुनः स्वगिन्द्रियात् स्वगिन्द्रियमस्ति प्रथमं तोयः खलु संयुक्ततोय तदनन्तरं तोयस्पर्श अस्ति विशेष समवायसम्बन्धः भवति न तोयस्पर्श मध्ये न त्वगिन्द्रियस्य स्पर्शः स्पर्शं भवति खलु प्रथमम् अनन्तरं तोयः त्वकिन्द्रिय अपि जलं तयोः कः सम्बन्धः? संयोगसम्बन्धः. स्पर्शः कथं जले अस्ति केन सम्बन्धेन? जलेन स्पर्शसमवायसम्बन्धेन. हा यतोहि गुणः खलु स्पर्शः गुणः जलस्य गुणः तत्र समवेत स्पर्शः जले समवेतः अस्ति अग्रे अत्र उष्णत्वात् अभाववान् इति उष्णत्व अभाववान् तत्र वयं न वदामः स्वरूपसम्बन्ध अथवा विशेषणम् इति वदामः अथवा विशेषणत्वात् इति भवति. पश्यतु त्वगिन्द्रियजलयोः समवाय संयोगसम्बन्धः जलः त्वगिन्द्रियेण संयुक्तः. जलस्य ज्ञानं संयोगसन्निकर्षेण भवति. अनन्तरं यः स्पर्शः जले अस्ति तस्य ज्ञानं संयुक्तसमवायः इति तोयस्पर्शः. तादृशस्पर्शः तस्य विशेषणम् अस्ति उष्णत्व अभाववत्वं. तर्हि संयुक्तसमवेतविशेषणता अस्तु अथवा संयुक्तसमवेतविशेषणत्वं विशेषणता अभावे अस्ति अथवा तादृशविशेषणतासम्बन्धेन त्वगिन्द्रियम् अभावे अस्ति. संयुक्तसमवायविशेषणता साधु नास्ति संयुक्तसमवेत अर्थम् एकम् अस्ति किन्तु समवेतं समीचीनं भवति वदनेन संयुक्तं स्पर्शः जले समवेतः अस्ति खलु आम् सम्बन्धः समवायः किन्तु स्पर्शः समवेतः अस्ति. अस्तु तर्हि अत्र संयुक्त समवेतविशेषणतासम्बन्धेन स्वकिन्द्रियम् अभावे अस्ति. बुद्धम् पुनः वक्तव्यं महोदय एकनिमिषम् अहं प्रयत्नं करोमि. जलस्य ज्ञानं प्रथमं वयं जलस्य स्पर्शनं जलयोः मध्ये संयोगः भवति तेन जलस्य ज्ञानं भवति. अनन्तरं स्पर्शः इति गुणः जले समवेतः अतः तोयस्पर्शः इति ज्ञानं संयुक्तसमवेतेन भवति संयुक्तसमवायः सम्बन्धेन समवायः सम्बन्धः समवेतः गुणः. ओ अस्तु अस्तु, तत् तद् तत् भवः आसीत् मम कृते सम्बन्धः समवाय सम्बन्धः, किन्तु गुणः इति गुणसमवेतः अस्ति, किन्तु समवेतः इति द्विनिष्ठः खलु, तादृशं वा? सत्यं तथा एव उक्तम्. अस्तु, समवायसम्बन्धः द्विनिष्ठः किन्तु एकः अन्यस्मिन् समवेतः खलु, रूपं घटे समवेतः अन्यथा घटः रूपेण समवेतः. अस्तु, समवायः द्विनिष्ठः किन्तु एकः अन्यस्मिन् समवेतः एव, अन्यसमवायि भवति रूप रूपप्रतिघटं समवायी भवति, रूपघटप्रति समवेतम्. अस्तु, उपरि गच्छामः चेत् समवेतम्, अधः गच्छामः चेत् समवायि. आम्, यथा रूपं घटे समवेतं, घटः रूपस्य समवायि. अस्तु, अत्र संयुक्तसमवेतः इति सन्निकर्षेण उष्णत्व अभावस्य ज्ञानं भवति. न संयुक्तसमवेतसम्बन्धेन केवलं तूयस्पर्शः, अनन्तरं तस्य विशेषणमस्ति उष्णत्व अभाववान्, अभाववत्वम् इति विशेषणं. तर्हि संयुक्तसमवेत इति तूयस्पर्शः, तस्य विशेषणता उष्णत्व अभाववत्वं. तर्हि संयुक्तसमवेतविशेषणतासम्बन्धेन त्वगिन्द्रियम् अभावे अस्ति. त्वगिन्द्रियम् आरम्भम्, अभावः इति अन्तः, तयोः मध्ये किं किम् अस्ति, तोयः संयुक्तः, तत्र समवेतः, अनन्तरं विशेषणता खलु इति स्थलत्रयम् इति भवति कारणम् इति साधु. कारणं वा सम्बन्धः कारणमिति त्वगिन्द्रियं कारणं खलु, अभावः ज्ञानम्, अभाववत्त्वं ज्ञानं खलु, ज्ञानमिति कार्यं, त्वगिन्द्रियं कारणं. कथं कारणम् इत्युक्ते संयुक्तसमवेतविशेषणतासम्बन्धेन अथवा सन्निकर्षेण सम्बन्धेन कारणम्. कार्यं किमस्ति उष्णत्व भाववान् इति ज्ञानम्, जलस्पर्शः उष्णत्व अभाववान् इति ज्ञानम्, अस्तु तत् कार्यं, सर्वत्र ज्ञानं कार्यम्. अस्तु, अभावः विषयतासम्बन्धेन क्षम्यतां, ज्ञानं विषयतासम्बन्धेन अभावे, अभावः विषयितासम्बन्धेन ज्ञाने. ज्ञानं विषयतासम्बन्धेन अभावे, अभावे सामान्यतया विषयतासम्बन्धेन विषये खलु, विषयतास्ति अभावः एव. सत्यं, साधु विधावता. इदानीं नूतन उदाहरणं, तूयस्पर्शे उष्णत्व अभावः. लक्ष्मी भगिनी, अत्र किं विशेषः महोदय? अथवा उष्णत्व अभावः तूयस्पर्शे. अस्तु, अत्र तोयस्पर्शे इति प्रथमविभक्त्याम् अस्ति, उष्णत्व अभावः इति प्रथमविभक्ति. यदा पूर्वं दृष्टवन्तः, अत्र उष्णत्व अभावः इति विशेष्यं, तोयस्पर्शे इति तोयस्पर्शः इति तोयस्पर्शे इति विशेषणं, तोयस्पर्शः इति विशेषणम्. अत्र कथम् उष्णत्व अभावः विशेष्यं भवति इत्युक्ते, त्वगिन्द्रियः त्वगिन्द्रियः त्वगिन्द्रिय सर्वदा तोलेन एव सन्निकर्षं भवति खलु? सत्यं सत्यं, संयोगः भवति, संयुक्ता भवति. अनन्तरम् अनन्तरम् उष्णत्वाभावः अभावः इति ज्ञान इति ज्ञानं सम्यक् न वक्तुं शक्नोमि महोदय. भूतलं भूतलं आरम्भं सम्यक् कृतवती. आरम्भं पश्यतु, जलः स्पर्शः अभावः इति स्थलत्रयम्. जलं जलं कथं भवति इति समवाय संयुक्तसम्बन्ध संयोगसम्बन्धेन इति भवत्या उक्तं खलु. इदानीं स्पर्शः कथं भवति? तर्हि त्वक् संयुक्तसमवेत इति स्थलद्वयम्. अग्रे उष्णत्व अभावः कीदृशः, विशेष्यः वा विशेषणं वा? तर्हि विशेष्यता आगच्छति. त्वक् संयुक्तसमवेत विशेष्यता उष्णत्व अभावे अस्ति. पूर्वं त्वक् संयुक्तसमवेतविशेषणता आसीत्, यतोहि तत्र अभावः विशेषणम् आसीत्. इदानीम् अभावः विशेष्यः, तदर्थं त्वक् संयुक्त इन्द्रियसंयुक्तसमवेतविशेष्यता अभावे आगच्छति. तत्रापि अभावः अधिकरणम् उष्णत्वविशेषतासम्बन्धेन त्वक् इन्द्रियम् अभावे अस्ति, अभावे वर्तते. पुनः ज्ञानमिति कार्यम् इन्द्रियमिति कारणं सर्वदा. ज्ञानमिति कार्यम् इन्द्रियं कारणं, कारणतः कार्यपर्यन्तं कथं सम्बन्ध कथं सम्बन्धः भवति इति प्रश्ने सति एतत् सर्वं त्वक् संयुक्तजलः तत्र समवेत स्पर्शः तस्य विशेषता अभावः. त्वक् संयुक्तसमवेतविशेषता त्वक् संयुक्तजलं तेन समवेतः स्पर्शः तत्र समवेतः समवेतविशेषता अभावे. केवलं वदामि, जले तत्र समवेतः स्पर्शः तस्मिन् अथवा तेन इति वक्तुं शक्नुमः, न जानामि. जले समवेतः अस्ति स्पर्शः जलस्मिन् इति. महोदय, किञ्चित् भ्रमः अस्ति. कः भ्रमः वदतु? वाक्यं किमर्थं तोळे स्पर्शे उष्णत्वभावः, तत् किमर्थं विशेष्यता भवति? उष्णत्वभावः विशेषता भवति, तोळे स्पर्शः विशेषणं, तत् समीचीनं. किन्तु अत्र तु तत्र जलमेव तत्र जलम् अपि च स्पर्शं तदेव किं वदामः, उत्पन्नपदार्थः इति. तस्य जलमेव उत्पन्नपदार्थः अस्माकं पुरतः अस्ति खलु? अभावः नास्ति तत्र. अभावः इति विशेषः इति स्वीकृतं खलु अस्मिन् ज्ञाने? आम्. यदि तथा स्वीकुर्मः, अभावः इति विशेषः, अभावः इति ज्ञानम्. ओ आमाम् अस्तु. कीदृश अभावः इत्युक्ते उष्णत्वाभावः तोय स्पर्शे उष्णत्वाभावः इति ज्ञानम् इति अभावः इति ज्ञानम् इति ज्ञानं कथं भवति? आरम्भे जल इन्द्रिययोः संयोगः सत्यं, तत्र स्पर्शः गुणः समवेतः जले. तत्र तदपि विशेषणं, तत्र विशेष्यता अस्ति उष्णत्व अभावः. अस्तु, तर्हि त्वगिन्द्रियस्य तत्र आरम्भं कृत्वा ज्ञानम् अभावं प्रति गच्छामः चेत् त्वक् संयुक्तजलं तत्र समवेतस्पर्शः तस्य विशेष्यता उष्णत्व अभावः इति त्वगिन्द्रियतः अभावज्ञानपर्यन्तं सन्निकर्षमार्गः इति साधु अस्तु अग्रे इदानीं नूतनम् उदाहरणं नीलत्वं नीलत्वं शुक्लत्व अभाववत् अभाववान् अभाववत् खलु अभाववत् नीलत्वं शुक्लत्व अभाववत् अत्रापि द्वौ विशेषणविशेषभावः अस्ति कारणकि नीलत्वं अस्ति प्रथमाविभक्त्यां शुक्लत्वम् अपि प्रथमाविभक्त्याम् अस्ति तो नीलत्वं यदि वयं चक्षु इन्द्रियो नीलत्वं वदामः सो इदानीं घटस्य नीलत्वम् इति स्वीकुर्मः घटस्य नीलत्वं शुक्लत्व अभाववत् ओके शुक्ल सो चक्षु घट घटयोः संयुक्तसम्बन्ध घटनीलत्वं तयोर्मध्ये समवायसम्बन्ध शुक्लत्वम् अभावात् इति भवति विशेषणं नीलत्वं भवति विशेषं सो सम्बन्ध भवति संयुक्तसमवेतविशेषणत्वात् पुनः वदतु घटः अस्ति संयुक्तसम्बन्धेन अग्रे संयुक्त नीलत्वं भवति घटे घटे नीलवर्ण समवेतसमवेतत्वं भवति नीलत्वम् इति इति समवेतसमवतेत्वं विशेषणत्वात् इति विशेषणता अत्र किमस्ति स्थल चतुर्थम् अस्ति घटः अस्ति घटे नीलरूपम् अस्ति नीलरूपे नीलरूपत्वम् अस्ति नीलत्वम् अस्ति नीलत्वे शुक्लत्व अभावः अस्ति लक्ष्मी भगिनी शृणोति वा बुद्धं वा इदानीं स्थलचतुर्थं घटः तत्र नीलरूपम् अस्ति नीलरूपे नीलत्वम् अस्ति नीलत्वे शुक्लत्व अभावः अस्ति तर्हि चक्षुतः आरम्भं कृत्वा चक्षुसंयुक्तः घटः तत्र समवेतः नीलरूपं नीलरूपे समवेतः नीलत्वं तस्य विशेषणता शुक्लत्व अभावः तर्हि संयुक्तसमवेतविशेषणता चक्षु संयुक्तप्रथमं घटसंयोग चक्षु संयुक्त आरम्भे संयुक्त घटसंयुक्तः चक्षुः इति इदानीं फलं चतुर्थम् इति बुद्धं खलु घटः नीलरूपं रूपत्वम् अभावः संयुक्त समवेत नीलरूपं पुनः समवेतरूपत्वं पुनः तस्य विशेषणता इति सम्बन्धेन एतादृश अभावः ज्ञानं भवति चक्षुः कारणं ज्ञानं कार्यम् इन्द्रियं कारणं ज्ञानं कार्यं सम्बन्धः अत्र संयुक्तसमवेतसमवेतविशेषणता इति आगच्छति पुनः तस्य परिवर्तनं महोदय समवेतसमवेतत्वं वदामः वा समवेतसमवेत अत्र समवेतसमवेतत्वम् अनन्तरं विशेषणता अस्ति खलु अस्तु समवेतसमवेत इति पुस्तके पश्यतु संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः इति सन्निकर्षः किन्तु अत्र संयुक्तसमवेतसमवेतविशेषणता इति आगच्छति खलु समवायानन्तरम् इतोपि एकः अस्ति सम्बन्धः तथा अस्ति इदानीं लक्ष्मी भगिनी बुद्धं वा महोदय इदानीं नूतनं चित्रं तत्र अस्तु इदानीं नूतनम् उदाहरणम् उपरि अभावः इति अत्र इदानीं नूतनम् उदाहरणं भिन्नरीत्या वदामश्चेत् शुक्लत्व अभावः नीलत्वे घटस्य नीलत्वे आम् अत्र शुक्लत्व अभावः इति विशेष्यं नीलत्वम् इति विशेषणं न नीलत्वे इति विशेषणं शुक्लत्व अभावः इति विशेष्यं तत् नीलत्वम् इति अधुना नीलत्वे इति सप्तमी विभक्ति तद्भवति विशेषणम् अतः प्रथमं चक्षुरिन्द्रियः अत्रापि नील घटे नीलरूपमस्ति इति स्वीकुर्मः चेत् चक्षुरिन्द्रियं घटे सन्निकर्षः भवति संयोगः भवति अनन्तरं नीलं तत्र घटेन समवायसम्बन्धेन अस्ति अतः अन्यथा घटे नीलं घटे समवेतः नीलत्वं नीले समवेतः अतः संयुक्तसमवेतसमवेत विशेष्यता शुक्लत्व अभावे इति शुक्ल इति आपतति संयुक्तसमवेतसमवेतविशेष्यतासम्बन्धेन अभावः चक्षु किं चक्षुषी अस्ति न ज्ञानमिति अभावः खलु ज्ञानम् अभावः चक्षुः इति कारणं खलु हा हा क्षम्यतां हा सम्बन्धेन ज्ञानम् अस्ति विशेष्यता अभावे अस्ति विशेषतासम्बन्धेन चक्षुन्द्रियम् अभावे अस्ति चक्षुन्द्रियम् अभावे अस्ति खलु यथा पूर्वम् इन्द्रियज्ञाने कथमस्ति सम्बन्धेन अभावे अभावः इति ज्ञानम् अभावे चक्षु इन्द्रियं संयुक्तसमवेतसमवेतविशेष्यतासम्बन्धेन अस्ति इदानीं नूतनम् उदाहरणं सरला भगिनी वीणा अस्ति वीणा नादः अस्ति खलु तस्य वीणाशब्दः वीणायाः शब्दः किं पिब्रत्वम् अभाववान् न जाने पिब्रत्वं किम् इति किन्तु ध्वनिविषयः किमपि अस्ति अस्तु किमपि अभाववान् घट अभाववान् इति किमपि अभाववान् किम् इति न मुख्यविषयः वीणाशब्दः अन्यशब्दस् किमपि ध्वनि अभाववान् इति स्वीकरोतु अस्तु वीणाशब्द श्रोत्रियेन्द्र भवति समवाय संयुक्त समवायसम्बन्धेन श्रोत्रियशब्दसमवायसम्बन्धेन शब्दपिब्रत्वम् अभाववात् श्रोत्रियेन्द्रियसमवाय समवायविशेषणता अभावः भवति पिब्रत्वं भवति विशेषणता कारणं कि शब्द अतिविशेषम् अति द्वयोः प्रथमा विभक्तिः अस्ति अतः शब्द भवति विशेष पिब्रत्वम् अभाव भवति विशेषणं तत्र वीणाशब्द भवति शब्दः श्रोत्रेन्द्रिये आकाशे अस्ति आकाश गुणगुणिनो भवति समवायसम्बन्ध सो अत्र भवति श्रोत्रेन्द्रियसमवायस् समवायसम्बन्धेन श्रोत्रेन्द्रियसमवाय विशेषणता अभावः केवलं तत्र समवेतविशेषणं समवेतविशेषणं किमर्थम् इत्युक्ते शब्दः श्रोत्रेन्द्रियेण समवेतः शब्दः श्रोत्रेन्द्रिये समवेतः तस्य शब्दस्य विशेषणम् अभावः तर्हि श्रोत्रेन्द्रियतः आरम्भं कुर्मः चेत् श्रोतेन्द्रियं श्रोतेन्द्रियसमवेत विशेषणता अभावे अस्ति अग्रे भगिनि वीणाशब्दे तीव्रत्व अभावः इति अत्र किमपि अभावः किमपि अभावः किमपि अन्यशब्द अभावः इति वीणाशब्दः इति अधुना विशेषणम् अन्यशब्द अभावः इति विशेष्यम् अत्र श्रोत्रेन्द्रियः प्रथमं वीणाशब्दं शृणोति इत्युक्ते वीणाशब्देन समवेतः इत्युक्ते यथा भगिनी उक्तवती आकाशः एव श्रोत्रेन्द्रियम् इति स्वीकुर्मः चेत् शब्दः गुणः भवति अतः श्रोत्रेन्द्रियः वीणाशब्देन सन्निकर्षः समवेतसन्निकर्षः अनन्तरं तत्र अन्यशब्द अभावः इति विशेष्यता तत्र समवेतविशेष्यतासम्बन्धेन अन्यशब्द अभावः वीणाशब्दे इत्युक्ते अस्तु ज्ञानं कार्यमस्ति कार्यमस्ति अभावः इति ज्ञानमेव कार्यं कारणं श्रोत्रेन्द्रियं समवेतविशेष्यतासम्बन्धेन समवेतविशेष्यतासम्बन्धेन वीणा शब्दे अभावे श्रोत्रेन्द्रियं समवेत विशेष्यतासम्बन्धेन अभावे खलु इदानीं नूतनम् उदाहरणम् अपि इदानीं सरलम् अस्ति शब्दत्वं शब्दत्वम् इति भेद अभाववत् सरल भगिनि शब्दत्वं भेद अभाववत् किमपि अभाववत् घटाभाववत् शब्दत्वं पुनः ओ समवेतसमवेत भवति शब्दत्वं कारणकि शब्दत्वम् अस्ति जाति शब्दे श्रोत्रेन्द्रियसमवेतसमवेत भेदभाववत् पुनः विशेषणता भवति अत्र श्रोत्रेन्द्रिय समवेतसमवेतविशेषणता अभावे अस्ति श्रोतेन्द्रियं समवेतसमवेतविशेषणतासम्बन्धेन भेदभावे किमपि अभावे बुद्धं यथा रूपत्वम् आसीत् तत्र समवेत किं संयुक्तसमवेतसमवायः तथा अत्र समवेतसमवेतविशेषणता इति पुनः अन्तिमम् उदाहरणं शब्दत्वे भेदभावः इदानीं सरलमस्ति खलु भेदभावः लक्ष्मी भगिनी अत्र भेदभावः इति विशेष्यं शब्दत्वे इति विशेषणं शब्दत्वम् इति विशेषणम् अत्र श्रोत्रेन्द्रियः शब्देन समवायसम्बन्धेन अस्ति, शब्दत्वं पुनः शब्देन समवेत समवायसम्बन्धेन अस्ति इति समवेतसमवेत विशेष्यतासम्बन्धेन अभावे अस्ति. महोदय सम्पूर्णवाक्यं कथं भवति? श्रोतेन्द्रियं श्रोत्रेन्द्रियं समवेतसमवेतसम्बन्धेन समवेतसमवेतविशेषतासम्बन्धेन अभावे इति अस्ति. इदानीं सर्वं बुद्धं खलु? अत्र आशयः आशयः किम् अस्ति इत्युक्ते सर्वत्र वयं ज्ञानं किम् अस्ति अथवा कार्यं किम् अस्ति इति प्रथमं तस्य निरूपणं भवति, अनन्तरं कारणं किम् इति तस्य ज्ञानम्, अनन्तरं कारणम् अपि कार्यं च द्वयोः अधिकरणं समानाधिकरणं एतादृशप्रयत्नं खलु. सर्वदा यत्र यस्य पदार्थस्य ज्ञानं भवति सः पदार्थः एव अधिकरणं. सर्वेषु उदाहरणेषु यः पदार्थः ज्ञानस्य विषयः सः एव अधिकरणं, तदेव अधिकरणम्. इदानीम् अभावः ज्ञानम् अभावे अधिकरण समानाधिकरणीयं ज्ञानस्य कार्यस्य अपि च कारणस्य. कारणमत इन्द्रियं बहुषु स्थलेषु इन्द्रियमेव कारणं खलु. इन्द्रियतः कार्यपर्यन्तं ज्ञानपर्यन्तं भिन्नभिन्नसम्बन्धैः गन्तुं शक्नुमः. अत्र महोदयेन किम् उक्तम् इदानीं पश्यन्तु कीदृशविशेषणविशेषभावः अस्माभिः दृष्टं. संयुक्तविशेषता, संयुक्तविशेषणता, संयुक्तसमवेतविशेषणता, संयुक्तसमवेतविशेषता, संयुक्तसमवेतसमवेतविशेषता, संयुक्तसमवेतसमवेतविशेषणता, समवेतविशेषणता, समवेतविशेषता, अपि च समवेतसमवेतविशेषणता, समवेतसमवेतविशेषता इति दशविधविशेषणविशेषभावः प्रदर्शिताः खलु. किन्तु पुस्तके केवलम् एकः इति उक्तः विशेषणविशेषभावः, केवलम् एकः उक्तः, तथापि भिन्नभिन्नविधाः सन्ति. तर्हि महोदयेन पृष्टं किमर्थम् एकः एव अस्ति इत्युक्ते येन मुनिना एतत् कृतम् एतत् लिखितं सः एक एव, तस्य लक्ष्यम् एकः एव आसीत्, किन्तु वस्तुतः अनुभवे भिन्नभिन्नविशेषणविशेषभावः अस्माभिः साधयितुं शक्यन्ते. बालानसुखबोधाय वयं तु बालाः न सन्ति, न स्मः इति अस्ति. प्रश्नः अस्ति वा अस्मिन् विषये? बहु समीचीनं महोदय. एतादृश उदाहरणत्वेन किञ्चित् स्पष्टम् अभवत् इत्युक्ते आशयः कः इति प्रथमं सृष्टिः स्पष्टः अभवत्. सर्वदा तत्र मनसि आगच्छति वयं केवलं शब्दानाम् इत्युक्ते शब्दः इत्युक्ते अत्र वर्ड् तेषां जग्लिङ्ग् कुर्मः इति न्यायशास्त्रे कुत्र कदाचित् शब्दक्रीडा मामपि तदा एव अभिप्रायः. बहुषु तलेषु ज्ञान शब्दक्रीडा इति दृश्यते, किन्तु मध्ये मुख्यः विषयः अस्ति खलु सर्वत्र. अस्तु तर्हि अन्तिमवाक्यं कृपया पठतु लक्ष्मीभगिनी. एवं सन्निकर्षषड्जन्यम् अस्तु. एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं तत्करणम् इन्द्रियं तस्मात् इन्द्रियं प्रत्यक्षप्रमाणम् इति सिद्धम्. अस्तु अस्तु सन्निकर्ष षट्विधसन्निकर्ष अर्थः अस्ति इति दृष्टवन्तः. शक्तिसन्निकर्षेण ज्ञानस्य ज्ञानस्य जन्यं भवति प्रत्यक्षेण इन्द्रियप्रत्यक्ष प्रत्यक्षं प्रत्यक्षज्ञानं षट्विधसन्निकर्षेण जन्यं भवति. प्रत्यक्षमिति पदस्य अर्थद्वयं, प्रत्यक्षमिति ज्ञानं, प्रत्यक्षमिति इन्द्रियम्, अर्थद्वयं पदस्य. अत्र प्रत्यक्षमिति प्रथमं प्रत्यक्षम्, अत्र ज्ञानं खलु. प्रथमं प्रत्यक्षं ज्ञानं, सत्यं सत्यं, एतादृशज्ञानं प्रत्यक्षमेव सत्यम्. अनन्तरं तत्करणम् इन्द्रियं ज्ञानस्य प्रत्यक्षज्ञानं ज्ञानम् इति कार्यं, तस्य तस्य असाधारणकारणम् इन्द्रियम् इति तत्र अस्ति खलु. तत्र कारणं न कारणं, अत्र कारणमस्ति खलु, करणम् इन्द्रियं, करणं तत्करणम् असाधारणकारणम् इत्युक्ते असाधारणकारणं खलु. पूर्वं कारणमेव असाधारणं, असाधारणं साधारणमिति कारणविषये आसीत् खलु, न तु करणविषये. करणविषये आसीत् वा? पूर्वं लक्षणवाक्यमस्ति यत् असाधारण एकषष्टि अधिक एकशतं कृते लक्षणवाक्यम् अस्ति. एकशतं किं कस्मिन् पुटे? 161 तत्र यत् यत् असाधारणं कारणं तदेव करणम् इति. असाधारणं कारणमेव करणम्. अस्तु अस्तु अस्तु, अत्र करणमिति असाधारणं कारणम्. आम्, मया श्रुतम् असाधारणं करणमिति श्रुतं, तथा नास्ति खलु? असाधारणं कारणविषये, न तु करणविषये. करणविषये असाधारणं साधारणमिति नास्ति, किन्तु अत्र असाधारणं करणमिति करणं, करणमेव खलु, बुद्धम्? असाधारणकारणं करणं, तत्करणम् इन्द्रियं, तत्करणम् इन्द्रियम् इत्युक्ते प्रत्यक्षज्ञानस्य असाधारणकारणम् इन्द्रियम् इति तत्र उक्तम्. तस्मात् इन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्. अस्तु, प्रत्यक्षप्रमाणम् इति प्रत्यक्षप्रमाणं सिद्धं, तत् सम्यक् न अवगच्छामि. इत्युक्ते प्रमाणं प्रूफ् इति प्रत्यक्षज्ञानस्य कृते इन्द्रियमेव प्रमाणमिति उक्तं खलु. प्रत्यक्षज्ञानस्य कृते इन्द्रियम् आवश्यकम्. इन्द्रिय एव प्रमाणमस्ति. इन्द्रियमेव प्रमाणमस्ति. अस्तु, अतः प्रमाणमस्ति माध्यम्, केन प्रमाणेन जानीमः प्रमाणं, मीन्स् आफ् नालेज् इति आङ्ग्लभाषायां वक्तुं शक्नुमः. इन्द्रियप्रत्यक्षम् इन्द्रियमिति एकं मार्गः, मध्यं प्रमाणं, प्रत्यक्षम् अनुमितिः सर्वमस्ति खलु. प्रत्यक्षम् अनुमितिः, शब्दबोधः, उपमितिः इति प्रमाणानि. अनुमितिः एकं प्रमाणं, किन्तु प्रत्यक्षं प्रति इन्द्रियमेव प्रमाणम् इति सिद्धम्. प्रत्यक्षज्ञानं कथं भवति? इन्द्रियैः भवति इति. अनुमितिः भिन्नं, शब्दबोधः भिन्नः. शब्दबोधे अपि किं श्रोतेन्द्रियम् आवश्यकम्, अपि च शब्दज्ञानम् आवश्यकं, तत्र स्थलद्वयमस्ति खलु. एवमस्ति, तावदेव पठितं. किमर्थम् अत्र तन्निकर्षः व्यापारः नास्ति इति किञ्चित् उक्तम्. अहं चिन्तयामि तस्मिन् विषये पुनः चर्चा भविष्यति इति अग्रिमसप्ताहे तस्मिन् विषये इतोपि अधिकं वक्तुं शक्नुमः. व्यापारः किमर्थं न इति प्रश्नः आगच्छति. सन्निकर्षः किमर्थं व्यापारः न इति सत्यं. तत्र व्यापारादि तज्जन्यत्वे तत् तज्जन्यजनकत्वम् इति लक्ष्यं लक्षणवाक्यमासीत् खलु. तत्र उदाहरणे किमुक्तम्? एकम् उदाहरणमुक्तं तत्र किमर्थं व्यापारः न इत्युक्ते यत्र समवायः अस्ति तत्र समवायः व्यापारेण न जन्यम्, तदस्ति एव सन्निकर्षः. इदानीं मास्तु, अग्रिमसप्ताहे दीर्घचर्चा भवतु भवतु तर्हि अधिकं न उक्तम्. अस्तु, प्रश्नः अस्ति वा अद्यतनविषये? बहु समीचीनं, स्पष्टं. विरामः, धन्यवादः, शुभरात्रिः. धन्यवादः महोदय, नमस्कारः.